Tady je znak vyšajasti a děte na H. Lurit lakara. A teda kynce to vyása H. Bavatu. Pratama vyása asti, tatra trejo dašádika šatatami pute. Trejo dašádika šatatami pute asmakam gita sopánasya pratama bhagi. Tatra pratama vyása asti. Atra Ravi Mohan Patati va Yeteshu vakyeshu latlakara rupanam sthane lutlakara rupani prayujya vakyani punaha likhata Udaharanam sa gita pravachanam shrunoti sa gita pravachanam shroshyati कृष्णः कदा अवतरति कृष्णः कदा अवतरिष्यति तौ गीताचार्यः नमतः तौ गीताचार्यं नमिष्यथ अत्र किञ्चित् अपवादभूत रूपमस्ति नस्यथः नंस्यथः तौ गीताचार्यं नंस्यथः अस्तु लक्ष्मी भगिनी अग्रे महोदय नंस्यथः अथवा नंस्यतः नंस्यतः इति अस्ति खलु द्विवचने प्रथमपुरुषे तौ गीताचार्यं नमतः तत्र अन्तिमभागः लट् लकारे लृट् लकारे च तत्र भागः समानः अस्ति गच्छति गच्छतः गच्छन्ति गमिष्यति गमिष्यतः गमिष्यन्ति अन्तिमभागः समानः वर्तमानकाले भविष्यत्काले च तर्हि तौ गीताचार्यं नंस्यतः अग्रे यूयं भक्तियोगं पठथ यूयं भक्तियोगं पठिष्यथ योगिनः तत्त्वं पश्यन्ति योगिनः तत्त्वं द्रक्ष्यन्ति सत्यम् अस्तु सन्ध्याभगिनी अग्रे पञ्चमम् वयम् अतः परं न भवामः वयम् अतः परं न भविष्यामः समीचीनम् अस्तु अग्रे यूयं स्वनिमित्तमेव पाकं कुरुत यूयं स्वनिमित्तमेव पाकं करिष्यत् लट्लकारः अस्ति वा अत्र लोट्लकारः तत्र कुरुत इति लोट् यूयं लोट् अस्ति कुरुध्वम् आत्मने रूपमिति वा आत्मने अस्ति कुर्वन्त अत्र कृधातुः कृधातुः अस्ति उभयपदिधातुः अस्ति उभयपदिधातुः अस्ति तर्हि अत्र परन्तु अहं लृट् लकारे वदामि हा अवश्यं लृट् लकारः किन्तु अत्र प्रश्नः अस्ति यत् आत्मनेपदीरूपम् अथवा परस्मैपदीरूपं तत्र रूपद्वयमस्ति No, मम प्रश्नः अस्ति अहं चिन्तितवती Never mind. Okay. तत्र भविष्यत्कालः तु अस्ति एव भविष्यत्कालः भवत्याः कार्यं भविष्यत्काल आत्मकं कार्यमस्ति एव किन्तु तत्र रूपद्वयमस्ति कृधातुः इत्यस्य करोति अपि च कुरुते यथा करोति करोति इत्यस्य करिष्यति तत्र कुरुते आत्मनेपदि धातुः तत्र कुरुते इत्यस्य करिष्यते करिष्यति अतः करिष्यति करिष्यतः करिष्यन्ति परस्मैपदि किन्तु आत्मनेपदि रूपमस्ति करिष्यते करिष्येति करिष्यन्ते लृट् लृट् इत्यस्य परस्मैपदि रूपं वदतु लृट् लकारः लृट् इति आत्मनि इति परस्मैपदि वदतु नाम करिष्यति करिष्यतः करिष्यन्ति करिष्यसि करिष्यतः न न परस्मैपदि परस्मै परस्मैपदि करिष्यन्ति करिष्यथ हा हा हा करिष्यति करिष्यतः करिष्यन्ति करिष्यसि करिष्यथः करिष्यथ अपि च आत्मनेपदि अस्ति चेत् करिष्यते करिष्येति करिष्यन्ते करिष्यते हा करिष्यद्वे तर्हि करिष्यद्वे अपि च करिष्यथ इति अनयोः अर्थः समानः अर्थः समानः अस्तु शुभभगिनी अग्रे अग्रे भगिनी शस्त्राणि आत्मानं न चिन्तयन्ति शास्त्राणि आत्मानं न चिन्तयन्ति छ्यन्ति आवां गीतां शृणुवः आवां गीतां शुश्यावः त्वम् समीचीनमस्ति तत्र आवां गीतां शृणुवः तत्र बालकः गीतां शृणोति तस्य भविष्यत्कालः कः श्रोष्यति श्रोष्यति तत्र श्रोष्यति अग्रे अग्रे वदतु इति अस्ति आवां गीतां श्रोष्यावः इति रूपमस्ति श्रोष्यावः अस्तु नवमं कथं सति वा त्वं पापं न अनुभवसि त्वं पापं न अनुभविष्यसि कृष्ण अर्जुनौ सम्भाषणं कुर्वते कृष्ण अर्जुनौ सम्भाषणं अग्रे कृष्ण अर्जुन संभाषते संभाषणम् अर्जुन संभाषणम् करिष्यत ना कृष्णार्जुनौ संभाषणं कुर्वाते कुरुते कुर्वाति कुर्वते इति आत्मनेपदे रूपमस्ति कुरुते कुर्वाति कुर्वते अपि च कृष्णार्जुनौ इति वचनं किम् द्विवचनं तर्हि कृष्णार्जुनौ संभाषणम् अत्र एकवचने रूपं किम् अस्तु तर्हि रूपं किम् एकवचने अत्र सन्ध्या भगिनी अस्माकं दशमं वाक्यमस्ति अस्तु कृष्णार्जुन करिष्येते हा सत्यम् एकवचने किमस्ति द्विवचनं न एकवचने एकवचने वदतु एकवचने एकवचने वदतु करिष्यते करिष्यते अस्ति हा बालकः करिष्यते बालकौ करिष्येते तर्हि कृष्णार्जुनौ अत्र कृष्णार्जुनौ इति तत्र संयुक्तपदमिति वदामः तत्र समस्तपदमस्ति समासः समस्तपदं यत्र शब्दद्वयं संयोजयामः मिलित्वा कृष्णः अस्ति अर्जुनः अस्ति शब्दद्वयं कुर्मः एकं पदं तत्र कृष्णार्जुनौ इति एकं पदमस्ति वदतु कृष्ण अर्जुनौ न एकं पदमस्ति कृष्णार्जुनौ कृष्ण अर्जुनौ न कृष्णार्जुनौ इति एकं एकः शब्दः एकः शब्दः कृष्णार्जुनौ कृष्णार्जुनौ सम्भाषणं करिष्येते अस्तु सुब्रह्मण्यमहोदय अग्रे वयं कुरुक्षेत्रं गच्छामः वयं कुरुक्षेत्रं गमिष्यामः आवां सैन्यविन्यासं पश्यावः आवां सैन्यविन्यासं पास्यावः न भवान् जानाति एव बालकः पश्यति श्व अद्य बालकः पश्यति श्वः बालकः द्रक्ष्यति आवां सैन्यविन्यासं द्रक्ष्यावः अस्तु समीचीनमस्ति रवि महोदय अग्रे कौरवाः पृथक् पृथक् शङ्खान् धमन्ति कौरवाः पृथक् पृथक् शङ्खान् धमिष्यन्ति न अत्र किञ्चित् भिन्नरूपमस्ति धमास्यति एकवचने बहुवचने धमास्यन्ति तत्तु भिन्नविषयः इदानीं केवलम् अभ्यासः केवलं नाम केवलं श्रवणस्य अत्र कथं डेरिवेशन् भवति इति अन्य तत्र मङ्गलवासरे रात्रिवेलायां दूरवाणी वर्गमागच्छति चेत् तत्र नाम प्रगतविषयः अस्ति खलु किं किमपि वक्तुमिच्छति वा नाम व्युत्पत्तिः इति भिन्नविषयः अस्ति अत्र केवलं संस्कारः भवति संस्कारः नाम अत्र अस्माकं श्रवणाभ्यासः भवति अत्र न दत्तमस्ति वा कुत्रचित् सत्यम् अत्र पश्यतु अस्मिन् वर्गे आङ्ग्लभाषायाः प्रयोगः नैव भवति भवतः असमीचीनम् उदाहरणम् अत्र भवान् आदर्शगतछात्रं भवतु अवगच्छति वा नाम भवतः आङ्ग्लभाषां श्रुत्वा इदानीं सः किं कृतवान् अनन्तरं सः करिष्यति सा अपि करिष्यति सर्वे वदिष्यन्ति भवतः अभ्यासः भवतु अनन्तरं तस्यापि अस्माकम् आङ्ग्लभाषा मास्तु अत्र यदि अस्माकं वाक्यम् असमीचीनं तथापि सम्यक् इति अस्माकं चिन्तनं दोषपूर्णवाक्यमस्ति चेदपि सम्यक् यतोहि नाम अस्तु तत् पुनः तदेव वाक्यं वदतु संस्कृतेन प्रयासं करोतु दोषं करोतु बहु दोषं चेत् न न न किमचिन यदि लज्जया प्रयासः न भवति तदा नैपुण्यं न कदापि अभविष्यति न कदापि भविष्यति नैपुण्यं दोषेन एव अस्माकं प्रगतिः भवति यथा लघुशिशुः खलु लघुशिशुः तत्र किञ्चित् चलति अनन्तरं पतति भूमौ पुनः चलति पुनः पतति पुनः चलति पुनः पतति यदि न पतति न प्रयासः न भवति चलनं न कदापि भविष्यति कदापि शिशुः दृष्टवान् वा यस्य पतनं न कदापि जातं यदि भयेन अथवा लज्जया प्रयासः शिशोः न स्यात् तर्हि तस्य चलनं न कदापि भविष्यति अतः सन्ध्या भगिनी किं चिन्तयति भवती श्रुतवती वा अहं किम् उक्तवान् हा हा हा सम्यक् किन्तु तदनन्तरम् अहं किम् उक्तवान् प्रयासविषये शिशुविषयः नाम न न एकमेषः शुभभगिनी वदतु वयं दोषान् न कुर्मः चेत् वयं न पठामः अस्माकं प्रगतिः न भविष्यति यथा शिशुः एवं करोति किञ्चित् चलति तदनन्तरं न कर्तुं शक्नोति पतति भूमौ पुनः उत्तिष्ठति पुनः चलति किञ्चिदनन्तरं पुनः पतति एवमेवं वारं वारम् एवं करोति तदनन्तरम् एव सम्यक्तया पठितुं शक्नोति चलितुं शक्नोति यतः प्रयासेन यदा पतति उत्तिष्ठति च तदा किञ्चित् वारं वारं किञ्चित् प्रगतिः भवति तर्हि अनन्तरं तर्हि यदा भयेन भयं यदि भयं भवति अथवा लज्जा भवति अहं प्रयासं कर्तुं न इच्छामि यतोहि यदि अहं पठामि सर्वेषां हास्यं भविष्यति हसन्ति सर्वे तया लज्जया यदि शिशुः प्रयासं न करोति चेत् स चलितुं न शक्ष्यति कदापि सत्यं खलु अतः अस्माकं प्रयासः आवश्यकः सन्ध्या भगिनी किं वदति भवती प्रयासः आवश्यकः वा अथवा मास्तु अस्तु समीचीनं तर्हि अग्रे सरेम किं न जानीमः चेत् प्रयासं कुर्मः तावदेव नाम इदानीम् एतद् रूपं धमास्यति इति भवान् श्रुतवान् यदि अयम् इदं रूपम् अत्र न अभविष्यत् तर्हि भवतः अभ्यासः न कदापि नाम श्रवणस्य अभ्यासः भवति खलु. तत्र वयं तत्र ड्रैव् कर्तुं न शक्नुमः, नाम कर्तुं शक्नुमः किन्तु अयं मार्गः जटिलः अस्ति. अनन्तरम् एतत् सर्वं भविष्यति. इदानीं केवलं श्रुत्वा श्रुत्वा वदतु. इदानीम् अस्ति, अनन्तरं द्वितीयवारं भवान् ज्ञास्यति. इदानीम् एकवारं दृष्टवान्, इदानीम् अग्रिमवारं तत्र भवान् ज्ञास्यति. बुद्धं बुद्धम् आम् आम् बुद्धम् अस्तु. अग्रे अग्रे भवान् युवां ध्यानेन हृदये ईश्वरं पश्यतः. युवां ध्यानेन हृदये ईश्वरं द्रक्ष्यतः. यूयं निमित्तमात्रं भवथ. यूयं निमित्तमात्रं भविष्यथ. अस्तु लोके दैवम् आसुरम् इति द्वौ विभागे विभागौ स्तः. लोके दैवम् आसुरम् इति द्वौ विभागौ स्तः. भविष्यत्काले स्तः किं भविष्यतः? अस् धातोः तत्र भूधातुः अस्ति, अस् धातुः अस्ति. अस् धातोः स्वस्य भविष्यत्कालरूपं नास्ति, अतः स्वीकरोति चोरयति. सन्ध्या भगिनी अग्रे. भवन्तः अनुद्वेगकरं वाक्यं वदन्ति. भवन्तः अनुद्वेगकरं वाक्यं वदिष्यन्ति. सत्यम् अग्रे. यूयं कर्मयोगाभ्यासं कुरुथ. यूयं कर्मयोगाभ्यासं करिष्यथ. अस्तु समीचीनम्. अस्तु अग्रे सुखभगिनी. यतो धारणं प्रश्नस्य उत्तरं लिखत. एवं भवान् भवति श्वः. ओ श्वः किं खादिष्यति? ओ भवान् श्वः किं खादिष्यति? अहं श्वः पूरिकां खादिष्यामि. भवान् प्रातः कदा उत्थास्यति? भवान् प्रातः कदा उत्थास्यति? उत्थास्यति प्रातः प्रातःकाले. ओ ओ सप्तमी विभक्ति नास्ति. प्रातः इति अव्ययपदमस्ति. ओ ओके अव्ययपदमस्ति. प्रातःकाले अथवा प्रातः अहम् अस्तु अहं सप्तवादने उत्थास्यामि उत्थास्यामि भवती कुत्र गमिष्यति अहं विद्यालयं गमिष्यामि To join to subconference, press number of subconference from 1 to 4 or press star to return to the conference. भवान् कुत्र गमिष्यति भवान् मध्याह्ने कुत्र गमिष्यति अहं मध्याह्ने कार्यालयं गमिष्यामि भवान् सायङ्काले किं करिष्यति अहं सायङ्काले संस्कृताभ्यासं करोमि करिष्यामि अस्तु महोदय भवान् गृहं कदा आगमिष्यति अहं गृहम् अष्टवादने आगमिष्यामि भोजनं कदा स्वीकरिष्यति अहं श्वः सोमवासरः अहं भोजनं न स्वीकरिष्यामि श्वः सोमवासरः अस्तु अहं भोजनं न स्वीकरिष्यामि भवती श्वः अल्पाहारे किं पास्यति अहम् अल्पाहारे फलरसं पास्यामि भवती किं सायङ्काले किञ्चित् क्रेष्यति अहं सायङ्काले कानिचन पुस्तकानि क्रेष्यामि किं सङ्गीतं श्रोष्यति अहं किं सङ्गीतं श्रोष्यति भवान् श्रोष्यति श्रोष्यति सङ्गीतस्य नाम सङ्गीत नाम वदतु नाम ओ नाम सङ्गीत भजन् अहं भजनम् अहं भजनं श्रोष्यामि श्रोष्यामि अहं भजनं श्रोष्यामि सम्यक् भजनं श्रोष्यामि अस्तु अग्रे गीतायाः अध गीतायाः अधस्तनश्लोकेषु लृट् रूपाणि अधोरेखाय अङ्क्यः अङ्क्यत नाम गीतायाः अधस्तनश्लोकेषु लृट् रूपाणि अधोरेखा नाम रेखाः सन्ति रेखा अत्र हस्तरेखा अस्ति रेखा लेखनं न तत्र रेखा अस्ति रेखा अधोरेखाया अङ्कयत यत्र लृट् लकारस्य रूपम् अस्ति तत्र अधोरेखया अङ्कयत एवं करो करिष्यामः अंकयति अंकयति तत्र दीर्घपदम् इति नास्ति तत्र सन्धिः अस्ति मत् नाम मम मत् प्रसादात् प्रसादात् इति शिका विभक्तिः पञ्चमी मत् प्रसादात् तदनन्तरं नूतनपदमस्ति तरिष्यसि तत्र पदद्वयमस्ति अथवा पदत्रयं मत् इति मम प्रसादात् इति पञ्चमी अनन्तरं तरिष्यसि तरिष्यसि इति भविष्यत्कालस्य रूपं ब्रिट् अस्तु अस्तु अस्तु सन्ध्या भगिनी पठतु अग्रे अथ अथ चेत् त्वं हंकारान् श्रोष्यसि तत्र लिट् लकारस्य रूपं कुत्र अपि च केवलम् अपि च विनङ्क्ष्यसि तत्र सावित्री भगिनी अपि अस्ति वा माता कार्याने माता अस्ति वा किं वदति सा सावित्री भगिनी कथमस्ति भवती हा न सर्वं कुशलं तत्र माताजि अस्तु त्यजतु अग्रे गच्छामि अस्तु अस्तु अस्तु अग्रे तर्हि सुब्रह्मण्यं महोदय अग्रे यदहङ्कारमाश्रित्य नयोत्स्य इति मन्यसे लिट्लकारस्य रूपं कुत्र अस्ति सः चिन्तयति यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे मन्यसे अग्रे मिथ्येष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति वस्तुतः मन्यसे लिट्लकारस्य रूपं नास्ति मन्यसे लिट्लकारस्य रूपं नास्ति अत्र केवलम् अन्तिमपदमस्ति नियोक्ष्यति नियोक्ष्यति इति पदमस्ति तावदेव अस्ति मन्यते मन्यते मन्ये मन्यसे त्वं मन्यसे इति भविष्य इति तत्र लट्लकारस्य रूपम् अस्ति मन्यसे अस्तु रविमहोदय अग्रे स्वभाववाचनेन कौन्तेय निबद्धस्वेन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यस्वशोऽपि तत् कुत्र अस्ति भविष्यकालस्वरूपं करिष्यस्व करिष्यसि करिष्यसि इति रूपमस्ति करिष्यसि तत्र सन्धिः अस्ति अतः ईकारस्य स्थाने यकारः जातः न कुत्र अस्ति न इच्छसि इच्छसि इति लट् लट् इच्छति इच्छतः इच्छन्ति इच्छसि लट् अस्तु लक्ष्मी भगिनी अग्रे मया लब्धमिमं प्राप्स्ये मनोरथं कुत्र अस्ति इदमद्य मया लब्ध इमं प्राप्स्ये मनोरथं ओके कुत्र अस्ति लट् प्राप्स्ये हा प्राप्स्ये इदमस्तीदमपि मे भविष्यति पुनर्धनं भविष्यति अस्तु अग्रे महोदय वदति वा अग्रिमं किम् अस्ति कुत्र अस्ति तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात् परं शान्तिं स्थानं प्राप्स्यसि कुत्र अस्ति प्राप्स्यसि प्राप्स्यसि शाश्वतं तर्हि लृट्लकारः भविष्यत्कालः कुत्र अस्ति आम् समीचीनं प्राप्स्यसि प्राप्स्यसि इति अस्ति अस्तु शिल्पा भगिनी अग्रे अस्मि कोऽस्ति सदृशौ मया यक्ष्ये दास्यामि भूदिश्य न मोदिश्य इत्यज्ञान विमोहिताः तर्हि लृट् दास्यामि इति अस्ति अस्तु समीचीनमस्ति सन्ध्या भगिनी अग्रे पठतु भगिनी अस्ति वा सन्ध्या वदतु अग्रे हलो हा अग्रिमं अग्रिमं श्लोकं पठति वा सर्वगुह्यतमम् भूयः शृणु मे परमं वच दृढं दृढं इति दृढम् इति एकः शब्दः इति अन्यः शब्दः लृट्लकारः कुत्र अस्ति न तत्र न तत्र केवलं वक्ष्यामि हा वक्ष्यामि वक्ष्यामि इति अस्ति अस्तु मम प्रश्नः अस्ति अस्य श्लोकाभ्यासः लाभदायकः अस्ति न वा एतत् समापयितुम् इच्छन्ति अथवा त्यक्त्वा अग्रे गच्छेम अग्रे अस्य लाभः नास्ति अस्तु त्यजामः वा अग्रेसरेम अग्रेसरेम इति मम चिन्तनमपि अस्ति अस्तु अग्रे गच्छेम तर्हि तत्र चतुर्थम् उदाहरणमस्ति तत्र अग्रे गच्छेम तत्र रविमहोदय कृपया पठतु यदि अस्तु मरिष्यति नमस्कारः भगिनि अग्रिमे सप्ताहे मिलामः तर्हि अस्तु अस्तु अस्तु चतुर्थ यथोदाहरणं वदत लिखत च यदि अद्य सोमवासरः श्वः कः वासरः भविष्यति उत्तरं यदि अद्य सोमवासरः तर्हि श्वः मङ्गलवासरः भविष्यति यदि अद्य गणितं पठति तर्हि संस्कृतं कदा पठिष्यति यदि भवान् अद्य गणितं पठति तर्हि संस्कृतं कदा पठिष्यति यदि अहम् अद्य गणितं पठामि तर्हि संस्कृतं श्वः पठिष्यामि यदि तव भ्राता अद्य न आगतः तर्हि कदा आगमिष्यति यदि मम भ्राता अद्य न आगतः तर्हि सः सोमवासरे आगमिष्यति यदि त्वम् अधुना न क्रीडसि तर्हि कदा क्रीडिष्यसि उत्तरम् अत्र प्रश्नः अस्ति प्रश्नः यदि त्वम् अधुना न क्रीडसि यदि त्वम् अधुना न क्रीडसि तर्हि कदा क्रीडिष्यसि इत्युक्ते क्रीडसि प्ले ओ प्ले क्रीडामि अहं कदा क्रीडिष्यसि त्वम् अहं भवान् तस्य उत्तरं किम् अधुना इत्युक्ते इदानीं यथा आधुनिक् आधुनिक् इति जानाति खलु आधुनिक् आधुनिककाले अधुना इति साधारणशब्दः अस्ति संस्कृते किमस्ति प्रादेशिकभाषासु शृणोतु महोदय प्रादेशिकभाषासु यथा हिन्दी कन्नड भाषा इत्यादिषु इत्यादि भाषासु कस्यचित् शब्दस्य विशिष्टरूपं स्वीकृत्य प्रयोगः भवति भाषासु आधुनिकभाषासु यथा आधुनिकशब्दः अस्ति किन्तु अधुना नास्ति बहुत्र तथा अस्ति आदौ कुत्र अस्ति कुत्रचित् अस्ति आदौ नाम आरम्भे आदि इति शब्दः अस्ति आदि इकारान्तशब्दः अस्ति तत् सप्तमीविभक्तिः का आरम्भः तस्य सप्तमी आरम्भे आरम्भे आदौ अस्तु भगिनी करोतु शुभं यदि चतुर्थी अथवा पञ्चमी चतुर्थः अस्तु यदि त्वम् अधुना न क्रीडसि तर्हि कदा क्रीडिष्यसि यदि अहम् अधुना न क्रीडामि तर्हि अहम् आगामिसप्ताहे क्रीडामि क्रीडिष्यामि अस्तु समीचीनं सुब्रह्मण्यं महोदय यदि भवन्तः अत्र न पश्यन्ति तर्हि कुत्र द्रक्ष्यन्ति किं कस्य अर्थः स्पष्टः नास्ति वा न अर्थः स्पष्टः अस्ति वाक्यं सम्पूर्णमस्ति वा अत्र न पश्यन्ति किं न पश्यन्ति सन्दर्भः न दत्तः सन्दर्भः न दत्तः किन्तु वाक्यं सम्पूर्णमस्ति खलु भवान् ऊहां कर्तुं शक्नोति कल्पनां कल्पनां शक्नोमि अत्र न पश्यन्ति कुत्र द्रक्ष्यन्ति भवन्तः अत्र न पश्यन्ति तर्हि कुत्र द्रक्ष्यन्ति नाम सन्दर्भं वयं कल्पयितुं शक्नुमः गृहे द्रक्ष्यामि नाम कुत्रचित् द्रष्टव्यमस्ति एव कुत्रचित् द्रष्टव्यं भवति एव खलु यदा यस्य कस्यचित् नेत्रमस्ति सः कुत्रचित् तु द्रक्ष्यति एव अतः अस्यां दिशि न पश्यति चेत् अपरस्यां दिशि द्रक्ष्यति खलु तर्हि अत्र नाम उदाहरणार्थम् अत्र वातायनमस्ति तर्हि अत्र नाम तत्र बहिः न पश्यति चेत् तर्हि कुत्र द्रक्ष्यति अथवा अध्यापिका वदति तत्र पाठशालायां तत्र पाठशालायां वदति यत् अत्र पुस्तकं पश्यतु पुस्तकं न पश्यसि चेत् तत्र कुत्र द्रक्ष्यति अहम् अन्यत्र पश्यामि न्यूनातिन्यूनं लृट् लकारः भवतु लृट् लृट् इत्यस्य भासः अस्ति खलु अहं लृट् लृट् अन्यत्र द्रक्ष्यामि द्रक्ष्यामि इति इष्टं रूपमस्ति खलु द्रक्ष्यामि अस्तु अग्रे सरेम रवि महोदय तदा किं किं भविष्यति इति नूतनपाठः अस्ति खलु पाठः नाम अत्र कथा अस्ति विशिष्टविषयः नास्ति किन्तु कथा अस्ति अस्तु अष्टविंशत् कुत्र अष्टविंशति अष्टाविंशतितमपाठः सावधानतया एतां कथां पठत सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान् तत्र सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान् परन्तु सीतां न दृष्टवान् तदा निराशातया सः एवं चिन्तयति यदि अहं सर्वेषाम् अवगमनम् अस्ति वा पुनः पठतु सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान् स्पष्टमस्ति वाक्यं शिल्पा भगिनी सीतायाः हरणम् अभवत् तर्हि हनुमान् आञ्जनेयः समुद्रस्य उपरि गत्वा लङ्कां इति देशं खलु देशस्य नाम लङ्कां अधुना श्रीलङ्का अस्ति तदा लङ्कां सः समुद्रस्य उपरि गत्वा लङ्काम् अस्ति प्राप्तवान् लङ्का प्राप्तवान् तावदेव अस्ति लङ्घनम् लङ्घनम् नाम तथा तत्र सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान् परन्तु सीतां न दृष्टवान् तदा निराशातया सः एवं चिन्तयति आञ्जनेयः यदि सीतायाः इति का विभक्तिः सीतायाः षष्टि सीतायाः अन्वेषणं नाम कुत्र अस्ति न जानामि सीता कुत्र आञ्जनेयः इति जानाति खलु आञ्जनेयः ज्ञातुमिच्छति सीता कुत्र अस्ति इति न जानाति तर्हि अन्वेषणं करोति कुत्र अस्ति तर्हि प्रथमवाक्यं तत्र लिखितमस्ति कस्मिन् पुटे अस्ति तत्र अत्र सीतायाः अन्वेषणार्थम् अर्थम् इति तत्र कृतवन्तः खलु अभ्यासपुस्तके अर्थं पठनार्थं विश्वविद्यालयं गच्छामि पठनार्थं किमर्थं कारणं यत्र अस्ति पठनार्थं खादनार्थं भोजनालयं गच्छामि खादनार्थं गच्छामि तत्र अर्थमिति जानाति खलु अत्र लिखितमस्ति सीतायाः अन्वेषणार्थम् आञ्जनेयः अन्वेषणार्थं कुत्र इति अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं समुद्रं जानाति वा तत्र समुद्रलङ्घनम् इति समुद्रलङ्घनं कृत्वा लङ्का इति जानाति लङ्काम् आगतवान् अवगतं खलु बुद्धम् अस्तु अनन्तरम् अत्र तत्र सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान् नाम सर्वत्र अन्वेषणं कुत्र इति सर्वत्र दृष्टवान् अनन्तरं परन्तु सीता न दृष्टवान् तदा निराशा आशा इति जानाति वा आशा होप् आशा तर्हि निराशा यत्र आशा नास्ति निराशा निराशतया इत्यस्य प्रथमा विभक्तिः किम् का विभक्ति अत्र का विभक्तिः अस्ति न अत्र का विभक्तिः अस्ति का विभक्तिः तृतीयविभक्तिः अस्ति तृतीयविभक्तिः अत्र प्रथमा विभक्तिः न निराशा अपि भवति किन्तु अस्य पदस्य प्रथमा विभक्ति अन्तं रूपं किम् निराशता निराशता निराशतया इति अस्य निराशता अस्ति यथा सुन्दरता निराशता अस्ति तर्हि निराशतया निराशतया इति अवगच्छति वा सन्तोषेण कार्यं करोमि इति अभ्यासपुस्तके आसीत् खलु सन्तोषेण सन्तोषः इति जानाति वा सन्तोषः लज्जा जानाति वा लज्जा तत्सर्वम् अभवत् खलु न न एतत् सर्वम् अभवत् भवन्तः कृतवन्तः खलु लज्जया सन्तोषेण अवश्यम् अभ्यासपुस्तके भवति यत्र अहं हस्तेन खादामि अहं हस्तेन खादामि हस्तेन तृतीय अभिव्यक्तिः लज्जा इत्यस्य तृतीय लज्जया नाम with shame shyly तर्हि लज्जया सन्तोषेण अत्र अस्ति किं निराशतया निराशता नेम्स् होप्लेस्नेस् निराशता होप्लेस्नेस् निराशतया इति होप्लेस्लि तृतीया यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थः साधितः भविष्यति सुग्रीवः तदा मां किम् अस्तु प्रथमवाक्यं यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थः साधितः भविष्यति यदि अहं सीताम् न पश्यामि अनन्तरं किष्किन्धां गमिष्यामि चेत् नाम सीतायाः दर्शनेन विना सीतायाः दर्शनं पुनः वदतु यदि अहं सीतायाः दर्शनेन विना किष्किन्धां गमिष्यामि चेत् कः पुरुषार्थः पुरुषार्थः नाम पुरुषार्थः संस्कृतेन पुरुषार्थः नाम दायित्वम् अथवा कार्यं पुरुषार्थः नाम उत्तरदायित्वम् अथवा कार्यं पुरुषार्थः साधितः नाम पूरितः पूरितः कार्यं पूरितं तर्हि किं कार्यं पूरितं भविष्यति सुभा भगिनी अवगच्छति सः सीतां न दृष्टवान् तर्हि सः यदि सः सीतां न दृष्टवान् तर्हि तस्य कार्यं सम्पूर्णं नास्ति नास्ति नास्ति नाम स्थलं त्यक्त्वा अन्यत्र गतवान् तस्याः प्राप्तिः न जाता इति चेत् तथा करोति चेत् तस्य कार्यं सिद्धं न भवति खलु. अस्तु सुग्रीवः तदा मां किं वा वदिष्यति, अन्ये वानराः अपि किं वा वदिष्यन्ति, अहम् अपि सीता न लब्धा इति रामं कथं वा वदिष्यामि. यदि अहं तथा वदिष्यामि तर्हि रामः प्राणान् त्यक्ष्यति, तदा लक्ष्मणः अपि मरिष्यति. इति एतत् सर्वं स्पष्टं स्यात्. अस्तु. तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्षतः. ततः पुत्रशोकेन कौसल्या सुमित्रा कैकेयी चापि मरिष्यन्ति. शुभ भगिनी अवगमनम् अस्ति वा? कुत्र स्मः वयं? कुत्र? कुत्र स्मः? तत्र महोदय. रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति. सुग्रीवः मरिष्यति अपि प्राणान् न धरिष्यति. नाम तस्य जीवनम् अग्रे नागमिष्यति. ततः तस्य पत्नी रुमा वालीपत्नी तारा च प्राणान् न धरिष्यतः. तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति. तदा तस्य प्रियाः वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति. तदा तस्य प्रियाः वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति. मुष्टिभिः मस्तकान् शिरः ताडयिष्यन्ति. स्वस्य खलु भवति खलु स्वस्य स्वस्य स्वस्य स्वस्य मस्तकान् स्वस्य मस्तकान् ताडयिष्यन्ति. एतत् सर्वं दृष्ट्वा नाम एतत् सर्वं दृष्ट्वा सर्वे सर्वेषां मारणम् अभवत् इति दृष्ट्वा इति ज्ञात्वा तेषां निराशता अपि भविष्यति इति कारणतः ते स्वस्य मुष्टिभिः स्वस्य मस्तकं ताडयिष्यन्ति. प्राणत्यागं च करिष्यन्ति. केऽपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति. ते शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति. ते शिलाग्रेभ्यः अधः पतिष्यन्ति. शिलाखण्डः पञ्चमी अत्र पञ्चमी बहुवचनं सत्यं. शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं. विषः नाम जानाति खलु? विषपास्यन्ति नाम तत्र एकं किमपि यः पिबति तस्मिन् तावत् तादृशमस्ति यत् यस्य पानेन मरणं भविष्यति इति विषम्. एतत् जलं नास्ति. एतत् किमपि अहं पिबामि चेत् बहु असमीचीनम् अस्ति. अस्य पानेन अहं मम मरणं भविष्यति. तदेव सर्वे तथा विषं वा पास्यन्ति, उपवासव्रतं वा आचरिष्यन्ति उपवासव्रतं वा आचरिष्यन्ति आचरयति आचरयति आचरयति आचरिष्यन्ति आचरति आचरति क्षम्यताम् आचरति आचरिष्यन्ति आचरति आचरिष्यन्ति उपवासव्रतं वा आचरिष्यन्ति उपवासव्रतं कः आचरिष्यति कः के के सर्वे वानराः सर्वे वानराः ओ अस्तु सर्वे एवं न न उपरि कुत्रचित् चलन्ति न न उपवासः जानन्ति खलु उपवासः उपवास न न खादन्ति सत्यं उपवासव्रतं नाम उपवासः तेषाम् एतत् सर्वं दृष्ट्वा नाम सर्वेषां मरणम् अभवत् इति दृष्ट्वा ते स्वस्य शिरसं तत्र तारणं करिष्यन्ति एवम् अनन्तरं तत्र लिखितमस्ति करिष्यन्ति अनन्तरं किं किं करिष्यन्ति प्राणत्यागं करिष्यन्ति केऽपि वानराः किं ततः किं लिखितमस्ति केऽपि वानराः उप क्रीडा क्रीडसुखं क्रीडसुखं न अनुभविष्यन्ति नाम तेषां क्रीडा भवति स्म वानराणां क्रीडा सर्वदा भवति खलु वने क्रीडा तु भवति क्रीडा किन्तु सर्वेषां मरणं भवति चेत् इति दृष्ट्वा तेषां दुःखं भवति खलु अतः क्रीडा त्यक्ता भविष्यति तेषां अतः अत्र क्रीडा सुखं न अनुभविष्यन्ति जानन्ति क्रीडां कृत्वा सुखं न अनुभवन्ति सत्यं ते शिलाग्रेभ्यः नाम पर्वत उपरि गत्वा पर्वततः अधः पतिष्यन्ति विषं वा पास्यन्ति विषं सर्पस्य पास्यन्ति उपवासव्रतं वा आचरिष्यन्ति करिष्यन्ति अग्रे भवती पठतु एवं सम्पूर्णः रघुवंशः वानरवंशश्च विनक्षतः नाम विनश्यति तस्य विनाशः भविष्यति अतः अहं सीताम् अदृष्ट्वा इतः किष्किन्धां न गमिष्यामि यतः अहं सुग्रीवं द्रष्टुं न शक्ष्यामि यतः अहं सुग्रीवं द्रष्टुं न शक्ष्यामि अहम् अत्रैव वानप्रस्थव्रतं ग्रहीष्यामि वानप्रस्थव्रतं तत्र नाम तत्र वनप्रस्थं किं वदन्ति तत्र वने अहं वासं करिष्यामि तत्र वने एव वासं करिष्यामि अत्रैव वानप्रस्थव्रतं ग्रहिष्यामि ग्रहीष्यामि ततः चित्तां चित्तां ततः चित्तां प्रवेक्ष्यामि चित्ता नाम यत्र कस्यचित् नाम यत्र कस्यचित् मरणम् अभवत् तत्र तादृश अग्निः अस्ति नाम शरीरस्य ज्वालनार्थम् अथवा जलं प्रवेक्ष्यामि अथवा जलं प्रवेक्ष्यामि तदा मम शरीरं नाम प्रवेशं करोमि इति प्रवेक्ष्यामि प्रवेशः जानाति खलु अत्र प्रकोष्ठः अस्ति अहं प्रकोष्ठे प्रवेशं करोमि बहिः आसम् इदानीम् अन्तः आगच्छामि विशति धातुः विशति प्रवेक्ष्यति ततः चितां प्रवेक्ष्यामि तत्र अग्नौ गच्छामि अथवा जले गच्छामि प्रवेक्ष्यामि तदा मम शरीरं मृगाः काकाः वा भक्षयिष्यन्ति खादिष्यन्ति खादिष्यन्ति इति अर्थः अत्रैव जीविष्यामि नैव प्रतिगमिष्यामि एव बहुविधं चिन्तनं कृत्वा अन्ते आञ्जनेयः अहम् अशोकवने अन्वेषणं न कृतवान् तत्रापि करोमि इति निश्चयं कृत्वा अशोकवनं गच्छति तत्र सीतां च पश्यति तर्हि किम् अभवत् रविमहोदय वदतु किम् अभवत् अस्तु लक्ष्मीभगिनी वदतु कथायाः सारांशः कः किम् अभवत् मौनव्रतं मास्तु आञ्जनेयः सीतायाः अन्वेषणं कृतवान् परन्तु सीतां न दृष्टवान् सः तदा एवं चिन्तयति एतत् प्रकारं चिन्तयति मनसि चिन्तयति किं चिन्तयति यदि अहं न सीतां न दृष्ट्वा अदृष्ट्वा अथवा दर्शनेन विना किं धाम गमिष्यामि चेत् एतानि सर्वाणि विपरीतानि भविष्यन्ति किं किं भविष्यति कौसल्या सुमित्रा कैकेयी च प्राणं त्यजन्ति त्यजिष्यन्ति त्यक्ष्यन्ति सुग्रीवाः अपि प्राणः न धरिष्यति सर्वे प्रियाः वानराः अपि क्रीडासुखं न अनुभविष्यन्ति अथवा विषं प्राप्स्यन्ति प्राणं प्राप्स्यन्ति विषं पास्यन्ति प्राणं त्यक्ष्यन्ति इति चिन्तयति तदनन्तरं किं भवति आञ्जनेयः सीतायां न दृष्ट्वा अदृष्ट्वा किष्किन्धां गमिष्यति चेत् किमर्थम् इति चिन्तयित्वा वानप्रस्थ आश्रमं स्वीकृत्य वा जलप्रवेशं करोति वा अग्निप्रवेशं करोति इति चिन्तयति तदनन्तरं तपसा भविष्यामि इति सूचयन्ति तदनन्तरम् अशोकवने न गच्छन्ति इति मनसि सूचयन्ति अपि अशोकवनं गच्छन्ति तत्र सीतां पश्यन्ति इति कथा अस्तु अनेन अस्माकं किञ्चित् पठनाभ्यासः अपि जातः वदनस्य किञ्चित् अभ्यासः जातः अस्तु अस्तु समीचीनमस्ति अत्र अस्मिन् अस्याः कथायाः प्रसङ्गे अत्र पञ्च अभ्यासाः सन्ति तत्र एतत् सर्वं कर्तुं शक्नुवन्ति वा बहु तु नास्ति खलु स्वल्पमस्ति पञ्चनिमेषेषु पञ्चसु निमेषेषु भविष्यति खलु अथवा अर्धघण्टायां कियान् समयः अपेक्षितः अस्ति अस्य कृते पञ्चघण्टाः एकघण्टा अधिका अस्ति वा अन्यायः भविष्यति वा नास्ति अस्तु तर्हि गृहपाठः तथा भवतु नाम पञ्च अभ्यासाः सन्ति तत्र कथा अस्माभिः पठिता अतः अग्रे गत्वा इदानीं प्रश्नाः सन्ति तेषाम् उत्तरविषये विचिन्त्य तत्र सर्वं लिखन्तु अस्तु समीचीनं वा कोऽपि प्रश्नः इति गृहपाठः अनन्तरम् अग्रिमे सप्ताहे तत्र पञ्चमीविभक्तिः भविष्यति समीचीनम् अस्तु नमस्कारः